अस्ति किंचित किमस्ति यः कश्चित् तत्कर्म कुर्यात् सर्वं तत्सत्त्वं तथा चक्षिरन् इत्यस्मिन् अन्यच्च अथापि चेत् आख्यादिजानि नामानि स्युः यावद्भिर्भावैः संप्रयुज्येत तत्र तु मूलमेव वर्तते किञ्चित् मूलं तु एकमेव वर्तते क्वचित् अस्तु अस्तु अस्तु अनि एक अत्र पूर्वत्र तु उच्यते येन जनेन या क्रिया क्रियते चेत् तया क्रियया तस्य व्यवहारः स्यात् तस्य संज्ञा स्यात् यः कश्च तत्कर्म कुर्यात् तत्सर्वं तत्सत्त्वं तथा च क्षीरन्निति अत्र च दृश्यते अत्र उदाहरणमपि तादृशमेव दत्तं तत्र तक्ष इत्यादिकं दत्तम् आसीत् न अध्वानम् अश्नुवीत अश्वः स वचनीयः अत्र च वर्तते यथा यस्मिन् द्रव्ये यासामपि क्रियाणां संभवो अस्ति ताभिः क्रियाभिः तद्द्रव्यम् उच्येत यत् एकस्मिन्नेव द्रव्ये यथा स्थूण इति उदाहरणम् अत्र दत्तम् स्थूणया तत्कर्म न क्रियते स्थूणायां तानि ताः क्रियाः दृश्यन्ते यतोहि असौ दरे शेते यतोहि तस्यां छदिः आसज्यते यतोहि असौ तिष्ठति एकत्र कर्त्रा क्रियाः क्रियन्ते अपरत्र द्रव्ये ताः क्रियाः दृश्यन्ते एकत्र आधारत्वेन तु उभयत्रापि भविष्यति एकत्र कर्तृत्वेनाभिमानः वर्तते अपरत्र केवलम् आधारत्वेनाभिमानः वर्तते एवं भेदः भविष्यति एकत्र कर्तृत्वेनाभिमानः अपरत्र आधारत्वेनाभिमानः एवं भेदः स्यात् पञ्चम इति अथापि येषां न्यायवान् कर्मनामिकः तत्रापि संख्याता दीयते न पण्डित भगवदत्त महोदयस्य अथापि निष्पन्ने भी व्याहरे भी विचारयन्ति प्रथना पृथ्वी इत्याहु पूर्वम निष्पन्नः अभिव्याहारः दृष्टः ततः तत्र क्रियाया आरोपः क्रियते यतो हि एतद् द्रव्यम् एतादृशं दृश्यते चेत् मन्ये अत्र एषा क्रिया अभूत् प्रथनात् पृथ्वी इति अथापि सत्त्वपूर्वो भावः इत्याहु सत्त्वपूर्वो भावः अपरस्मात् भावात् पूर्वस्य प्रदेशो नोपपद्यते अत्र उदाहरणं न दत्तं वर्तते तत्र तु बिल्वशब्दः दीयते समाधाने तु बिल्वाद लंबचूड़ता बिल्वानत्ती बिल्वमत्ती बिल्वाद लंबचूड़ा यस्य लंबचूड़का अथापि सत्वपूर्वो भावः इत्याहुर अपरस्मात् सत्वपूर्वो भावः इति द्रव्य पूर्वकम क्रिया भवति पूर्वं द्रव्यं पश्चात् क्रिया भवति अत्र सप्तमे तु एकः सिद्धान्तः एतेन प्रदर्शितः यः सत्त्वपूर्वभावः अर्थात् द्रव्यपूर्वो भावो भवति पूर्वं द्रव्यं भवति पश्चात् च भावः भवति क्रिया भवति चेत् यदि पूर्वं द्रव्यं भवति पश्चात् च क्रिया भवति चेत् पश्चात् भाविन्या क्रियया सत्त्वस्य व्यवहारः कथं स्यात् तदा तु द्रव्यक्रियायाः सत्ता एव नास्ति इति सप्तमः अपरस्मात् भावात् पूर्वस्य प्रदेशो नोपद्यते इति पश्यामः पूर्वोत्पन्नानां सत्त्वानां अपरस्मात् भावात् नामधेय प्रतिलम्भम् एकेषां नैकेषाम् अर्थात् एषः अपि व्यवहारः दृश्यते एतेनैव आख्यातजत्वं विनष्टं न भवति यथा बिल्वादः लम्बचूडक इति बिल्वादः बिल्वादस्य सत्ता कदा कथ्येत एषः तु सिद्धान्तः वर्तते निरुक्तानां यतो हि आख्यातजानि नामानि इति उच्यते चेत् क्रिया पूर्वं स्यात् पश्चाच्च नाम तेन नाम्ना च तद्द्रव्यम् उच्यते क्रियया सत्त्वम् उच्यते इति सिद्धान्तः अत्र च सत्त्वे सति क्रिया भवति चेत् परभूतया क्रियया पूर्वभूतं सत्त्वं कथं व्यवह्रियते इति आक्षेपः तदेव तु उच्यते न सप्तमे सप्तमे तदेव उच्यते पूर्वं द्रव्यं वर्तते पश्चात् च क्रिया वर्तते एषोऽपि व्यवहारः दृश्यते पश्चात् भाविन्य लम्बचूडकः बिल्वादः बिल्वादः कदा उच्येत बिल्वमत्तीति बिल्वादः द्रव्यं तु तत्पूर्वं वर्तते बिल्वम् असौ पश्चात् खादति अत्ति चित्तेन नाम्ना सव्यवहारो भवति बिल्वम् असौ पश्चात् अत्ति तस्य च सत्ता पूर्वं वर्तते चेत् पश्चात् भाविन्या क्रियया सः देवदत्ता तथा अभिधीयते व्यवह्रियते अर्थात पश्चात भाविन्यापि क्रियया व्यवहारः भवति चेत् तत्र आख्यातृत्वे दोषः नास्ति इति उच्यते अनेन देवदत्तः अस्ति अतः असौ क्रियां करोति यदि द्रव्यमेव न स्यात् चेत् क्रिया कथं स्यात् द्रव्येणैव तु काचित् क्रिया क्रियते अत एव उच्यते सत्त्वपूर्वो भावः पूर्वं सत्त्वं भवति पश्चात् च भावः अर्थात् क्रिया भवति सत्त्वेनैव द्रव्येणैव काचित् क्रिया क्रियते इति आक्षेपः सिद्धान्तमत्वा यदि क्रिया न स्यात् चेत् द्रव्यं कुतः स्यात् मन्ये अत्र प्रस्तुतीकरणे भेदः वर्तते सिद्धान्ते भेदः न वर्तते पश्चात् पृथक् क्रिया वर्तते पूर्वं च पृथक् क्रिया वर्तते परं देवदत्तः पूर्वं वर्तते एवमुच्येत देवदत्तः पूर्वं वर्तते अत एव सः बिल्वम् अत्ति यदि देवदत्त एव न स्यात् चेत् बिल्वं कुतः अद्यात् परम् अत्र देवदत्ते न विचार्यते अत्र तु बिल्वादे विचार्यते यदि देवदत्ते विचार्येत चेत् तत्र पृथक्रिया देवदत्तस्य उत्पत्तौ उत वा तत्र स्थितौ भिन्ना क्रिया निमित्तं भवति अग्रे च भिन्ना क्रिया उच्यते सति द्रव्ये भिन्ना क्रिया भवति अन्यच्च द्रव्यस्य यदा सत्ता आपद्यमाना भवति प्राप्यमाना भवति तदा भिन्ना क्रिया विवक्ष्यते इति क्रिया भेदः भवति हाँ तत्र दोषो न भवति तेन आख्यातृत्वं न खंडितं भवति यदि भावपूर्व सत्त्वपूर्व भाव इत्यपि उच्यते चेत् नहीं तत्र यास्केन एतदुक्तं भवति यत् भवता ये हेतवः प्रदत्ता सन्ति तैः आख्यातृत्वं खंडितं न भवति कुतश्चिदपि हेत्वाभासास्ते सन्ति तेषामपि सत्ता स्यात् अस्ति वा तेषां सत्ता न खंडिता अनेन यास्केन सर्वथा परं तैः हेतुभिः उत्वा सिद्धान्तैः ये गार्ग्येण प्रतिपादिता सन्ति तैः आख्यातृत्वं खंडितं न भवति नहीं व्यभिचारः न भवति यदि तत्र उभयत्रापि चिन्तनं क्रियेत व्यभिचारः क्व भवति तत् दृष्टिभेदः वर्तते मन्ये। यतो हि क्रियाभेदः यथा हि अयमेव सिद्धान्तः सत्त्वपूर्वो भावः च सत्त्वपूर्वो भावः चेत् पूर्वं सत्त्वं भवति पश्चाच्च क्रिया भवति चेत् अत्र भिन्ना क्रिया वर्तते। अन्यच्च क्रियायां सत्यां सत्त्वम् उत्पद्यते अत्र भिन्ना क्रिया वर्तते। अन्यच्च वयं तु कस्यचिदपि नाम्नः जन्मनि विचारयेम यत् तत्र नाम्नः जन्मनि का क्रिया वर्तते। यत् नाम अस्माभिः प्रयुज्यते किञ्चित् द्रव्यं प्रति तस्य नाम्नः मूले का क्रिया तिष्ठति इति एतत् सर्वं द्रष्टव्यं भवति चेत् तत्र दोषः नास्ति उभयत्रापि नैव आख्यातृत्वं खण्डितं भवति। नहीं क्रियायां सत्यं द्रव्यमस्ति द्रव्य द्रव्य सति च क्रियापि भवति। नहीं अस्माकं तु ध्यानम् अधुना केवलं नाम्नि भवेत् यत् नाम अस्माभिरुच्चार्यते तस्य मूले किमस्ति इति चेत् तत्र विरोधः न भवति केवलं दृष्टिभेदो वर्तते मन्ये। भेदः कथं भविष्यति द्रव्यात् पूर्वं क्रिया वर्तते उद्वा चक्रव्यवस्था चक्रव्यवस्था तत्र वर्तते द्रव्येण क्रिया क्रियते क्रियया च द्रव्यं निष्पाद्यते यदि तयोरेव मध्ये विचारः क्रियेत। परं क्रियाभेदः तत्र एवं तत्र केवलं एवं द्रष्टव्यं सा एव क्रिया न वर्तते भिन्ना क्रिया वर्तते। सत्त्वपूर्वो भावः एषः अपि सिद्धान्तः चेदत्र भावः य उच्यते चेत् सः भिन्नः भावः भिन्ना क्रिया वर्तते अन्या क्रिया वर्तते। क्रियया च सत्त्वम् उत्पाद्यते अथवा क्रियापूर्वं सत्त्वम् इत्यत्र सत्त्वस्य कस्यचित् उत्पत्तौ या क्रियानिमित्तत्वेन तिष्ठति सा क्रिया तत्र विवक्ष्यते यत् एवं भेदो भवति। समाधान पक्षे उच्यते यथो एतत् यथा चापि प्रतीतार्थानि स्युः तथा किमस्ति अत्र अस्तु प्रतीतार्थानि इति नामानि इत्यस्य विशेषणं वर्तते। प्रतीतः अर्थः यैः तानि नामानि प्रतीतार्थानि प्रतीतः ज्ञातः येन नाम्ना यः अर्थः प्रतीयते गृह्यते तथा एतानि आचक्षीरन् इति यथा मन्ये पाचकः शब्दः वर्तते चेत् पाचके पाचक शब्दे किमस्ति स्फुटतः क्रिया उच्यते क्रियया च द्रव्यम् उच्यते चेत् तादृशम् एव नाम अत्रापि विधेयं स्यात्। यथा चापि प्रतीतार्थानि एतानि नामानि स्युः तथा एतानि नामानि आचक्षीरन् जिस प्रकार से ये शब्द प्रतीत अर्थ वाले उस अर्थ की प्रतीति कराने वाले होवे वैसे इनका व्यवहार होना चाहिए। तथा एतानि आचक्षीरन नामानि यथा पाचक याजक अत्र सस अर्थ अथवा सासा क्रिया साक्षात प्रतीयते। अन्य ये शब्दा सन्ति तत्र क्रियायाः प्रतीति ततः न भवति। चेदुच्यते केचन एतादृशापि प्रयोगा सन्ति यथा व्रतति दमुना इत्यादिकम् उच्यते। दमुना इति अग्निर्वा अतिथिर्वा उच्यते, व्रततिरिति लता उच्यते, तथैव जाट्यः इति जटावान उच्यते, अटनशीलः अर्णार उच्यते। साक्षात शब्देनैव क्रियापि अभिधीयेत द्रव्ये वर्तमाना, यया क्रियया तद्रव्यम् उच्यते। सर्वाणि नामानि आख्यातजानि सन्ति नहीं गार्गी तो खंडे थे ना सर्वथा सत्ता में निराकर होती सार्वत्रिकीं सत्ता निराकर होती खंडे ये थी ना भी सन्ति योगादृढिर्बलीयसि चेत् सरूढित्वमपि स्वीकरोति तस्य योगरूढित्वम् केवलं रूढित्वं न वर्तते योगरूढित्वं वर्तते लोके एषः व्यवहारः वर्तते तत्र संकोचः आयाति अन्यत् तु किमपि नास्ति संकोचः आयाति संकुचितार्थता वेदशब्दानां भवति तत्र परं तादृशं स्वरूपं स्वीकृतं तु नास्ति न परम्परायां परम्परायाम् अन्यच्च किमस्ति वेदानां लक्ष्यं यदुच्यते ऋषिभिः तदनुकूलेन व्याख्यानेन भवितव्यम् लक्ष्यं तु उच्यते सर्वज्ञानमयो हि सः सर्वं वेदात् प्रसिद्ध्यति अर्थात् सर्वमपि ततः व्याख्यायेत यदि क्वचित् एकस्मिन् मन्ये अश्वशब्दः क्वचित् आगतः अश्वशब्देन च केवलम् एषः पशुविशेषः एव उच्येत तथा कर्तव्य परम् अत्र तु विवादः भविष्यति न यदि केनचित् उच्यते यत् लोके तु अस्मिन् अर्थे प्रसिद्धो वर्तते तथैव गृह्णात्यसौ भाष्यकारः अथवा अर्थकारः तथैव गृह्णाति प्रायेण सामान्यतया देवं ग्रहणं भवति अस्मिन् इति अस्ति यत् यम् अर्थम स कथयति सोपि यदि कथञ्चित् अश्नुमित अश्नुते तर्हि स कथयति अयमपि अश्वः। नहीं मन्ये यः भाष्यकारः तु अर्थकारः वर्तते तस्य बुद्धौ अश्वशब्दस्य विमानम् अर्थः कथम् आगतः व्युत्पत्त्या व्युत्पत्तिलभ्यर्थो भवति अथवा तत्र क्वचित् तेन दृष्टोऽपि स्यात् यथा नैव उक्तं न यत् क्वचित् शास्त्रे दृष्टा न स्यात् परन्तु स ततः यानम् अर्थग्रहीतुम् इच्छति अश्वशब्दः पठितो वर्तते स पश्यति यत् अश्वः अध्वानम् अश्नुवीत इति अश्व एतदपि अध्वानम् अश्नुते तस्मात् अयमपि अश्व इति भवितुं शक्नोति इति मत्वा स चेत् मन्ये यथा अधुना उदाहरणं तु समक्षं नास्ति उदाहरणं समक्षम् आगमिष्यति चेत् तथा पश्यामः। मन्ये सूर्यस्य प्रसङ्गः चलति तस्य प्रसङ्गे च अश्वशब्दः आगतः चेत् तत्र तु अन्यः अर्थः एव ग्राह्यः स्यात् मन्ये प्रसिद्ध्या तत्र रश्मिरिति वा स्यात् उत वा सूर्य एव उच्येत प्रसिद्धिर्वर्तते कारणं यतो प्रसिद्धेः समीपमेव प्रायेण तिष्ठति अर्थकारः परं यदि शास्त्राभ्यासोऽपि तस्य वर्तते चेत् शास्त्रस्य समीपेऽपि असौ तिष्ठत्येव अस्ति एव नै परम् एषः सिद्धान्तः कर्तुं न शक्यते सर्वः सर्वोऽपि सर्वः सर्वार्थवाचकः इति सिद्धान्तः यतोहि यः शाब्दिको वर्तते नैरुक्तो वा स्यात् वैयाकरणो वा स्यात् यः शाब्दिको वर्तते स सर्वथापि अन्वाख्याता वर्तते विधायकः नास्ति विधायकः नास्ति उभयत्रापि वृद्धपरम्परा प्रमाणं वर्तते तत्र वेदेऽपि अन्यच्च लोकेऽपि यदेव तत्र दृश्यते तस्य अन्वाख्यानमनेन क्रियते अत्र विधायकता नास्ति कस्मिंश्चिदपि शास्त्रे नास्ति सामान्येन अनुशासनमेतद् वर्तते तेषां यत्नः क्रियते चेत् तत्रापि कथं यत्नः क्रियते कश्चित् वृद्धव्यवहारः एव तत्र मृग्यते प्रायेण कश्चित् कोशः मृग्यते किञ्चित् व्याकरणं मृग्यते किञ्चित् तदैव तत् प्रमाणत्वेनापि उपस्थाप्यते अरे अनेन अस्य अयमर्थः स्वीकृतः वर्तते लोकः अपि तत्र ऋषिषु उत्वा पुरातनेषु एव आदरं प्रदर्शयति यदा वयं कथयामः चेत् अस्य शब्दस्य अर्थः केन कुतः दृष्टम् एतत् यदा प्रमाणत्वेन कश्चित् ऋषिः तत्र प्रदर्श्यते चेत् ओ एतत् भवितुमर्हति चेत् परम्परा तु भवत्येव सिद्धान्तवृद्धा वर्तते अथवा अनुकूला वर्तते इति अत्र ज्ञानेऽपि अस्माभिः प्रयत्नः कर्तव्यः भवति यतोहि कदाचित् किं भवति अत्रापि भवत्येव यथा सत्यार्थप्रकाशप्रसङ्गे अथवा अन्ये केषु ग्रन्थेषु वर्तते मया यज्ज्ञायते अथवा यज्ज्ञातं वर्तते तत् सिद्धान्तानुकूलं वर्तते अन्यत् सर्वमपि सिद्धान्तप्रतिकूलं वर्तते अन्यस्य यत् कार्यं कृतं वर्तते तत्सर्वमपि सिद्धान्तवृद्धं वर्तते मया च यज्ञातं वर्तते तत् तदेव केवलं सिद्धान्तानुकूलं वर्तते चेत् बुद्धिभेदः भवति स्तरभेदः भवति मया यावदधीतं वर्तते ज्ञातं वर्तते अनुभूतं वर्तते तदनु एव तु अहं किञ्चित् वक्ष्यामि स एव मम मत्कृते सिद्धान्तः प्रायेण एषा एव दृष्टिर्भवति अतः अग्रे एव आगच्छति अत्र पारोवर्यवित्सुतु खलु वेदित्रिषु भूयो विद्यः प्रशस्यो भवति चेत् भूयो विद्यतायां तत्र प्रयासः कर्तव्यः अधिकाधिकेन शास्त्राभ्यासो विधेयः तत्र एतदेव शरणं वर्तते अस्माकम् द्वितीय समाधानं किमस्ति तृतीयं च किमस्ति नहीं, तृतीयम तो द्वितीय द्वितीयस्य विषय उच्यत, प्रत्युक्तम इति तो द्वितीयस्य विषय उच्यत मन्य, प्रत्युक्तम उक्तम न न च द्वितीयस्य द्वितीयेन प्रत्युक्तम स्यात्, तृतीय उक्तम अस्ति न एतत्, यदि तृतीय उक्तम अस्ति चेत् द्वितीयस्य विषय तु उक्तम स्यात्। वैपरीत्येन ततो वैपरीत्येन प्रत्युक्त ततो वैपरीत्येन एवं भवितुं शक्यते तर्हि लोके ये पूर्वं क्रिया वर्तते पश्चात् द्रोणो तदेव तु उच्यते, क्रिया पूर्वमपि वर्तते पश्चादपि वर्तते, भिन्ना भिन्ना क्रिया वर्तते। तत्र एतद्द्रष्टव्यमस्ति सर्वथापि अस्माकं लक्ष्यं किमस्ति, किं वयं साधयितुम् इच्छामः। लक्ष्ये सत्त्वं वर्तते अथवा क्रिया वर्तते, सत्त्वेन क्रिया क्रियते, अन्यच्च क्रियया सत्त्वं निष्पाद्यते, चेत् यया क्रियया सत्त्वं निष्पाद्यते सा भिन्ना क्रिया, या च क्रिया तेन सत्त्वेन क्रियते सा भिन्ना क्रिया वर्तते, सत्त्वेन क्रियापि क्रियते क्रियया च सत्त्वमपि निष्पाद्यते। अत्र तु एतद् विचार्यते यत् यान्यपि नामानि अस्माभिः प्रयुज्यन्ते लोके वा वेदे वा तेषां सर्वेषामपि नाम्नां मूले क्रिया वर्तते, यत्र क्वचिदपि केनचिदपि रूपेण शब्दप्रयोगो वर्तते तत् सर्वथापि मूले क्रिया तिष्ठति इति। नहीं, आख्यातरे तस्य खण्डनं कथं क्रियते, तत् तु सिद्धान्त एव वर्तते, सर्वत्रापि मूले क्रिया तिष्ठति इति। तत्रापि तु स ऐक्षत इति उपनिषत्सु पुनः पुनः उच्यते उच्यते। भवेत् कारकशक्तिभेदो भवत्येव, कारकशक्तिभेदः कर्तृशक्तिभेदः भवत्येव, प्रत्येकस्यां क्रियायां भवत्येव। अस्तु अग्रे चलामः। निष्पन्ने अभिव्यवहारे अभि विचारयन्ति इति भवति इति निष्पन्ने अभिव्यवहारे योगपरिष्टि योगपरीक्षणं योगस्य परीक्षा सम्बन्धस्य परीक्षा। प्रथमात् पृथ्वी इत्याहु एनाम् अप्रथयिष्यत् किमाधारश्च इति दर्शनेन पृथु दृश्यते, अन्यत् किमस्ति दर्शनं नास्ति इति किमुच्यते, प्रत्यक्षं प्रत्याख्यायेत वा, यद्दृश्यते पृथ्वी दृश्यते पृथु दृश्यते तत्र पृथुत्वं दृश्यते। यद्दृश्यते तदुच्यते अलम्, किमस्ति शब्दः ध्वनिः स्खलितो भवति, किमुच्यते चन्द्रमणि अर्थे किमस्ति तत्र क्रिया प्रत्यक्ष होती है, क्रिया का ज्ञान प्रत्यक्ष है, कस्मिन् प्रसंगे उच्यते कस्मिन् पृष्ठे पृष्ठांकः का वर्तते द्विषष्टि बासठ किमस्ति अत्र पंचमी पंक्ति चेत् अत्र एवमस्ति यत् क्रिया पुरस्सरमेव नाम्नः प्रयोगः एतत् प्रत्यक्षं वर्तते, क्रिया का ज्ञान प्रत्यक्ष अर्थात शब्द की प्रवृत्ति में क्रिया का ज्ञान शब्द ही कह रहा है कि मैं पचति से उत्पन्न हुआ हूँ, मैं यजति से उत्पन्न हुआ हूँ, मैं हरति से उत्पन्न हुआ हूँ, यहाँ पर शब्द की प्रवृत्ति के निमित्त के रूप में क्रिया का साक्षात ज्ञान है, प्रत्यक्ष ज्ञान है, इस रूप में लेना चाहिए इसको। प्रत्यक्ष क्रिया भी वही है यहाँ पर, जिनमें साक्षात क्रिया का बोध हो रहा है, शब्द ही क्रिया का बोध करा रहा है, शब्द एव क्रियां बोधयति, अहम एतस्याः क्रियायाः उत्पन्न इति। चेत तेन प्रत्यक्षी कर्तव्यम यथ का नाम क्रिया इति भाष्यकारेण दुर्च्यते क्रिया कदाचित प्रत्यक्षम न भवति अनुमानगम्यासा भवति सर्वथापि क्रिया न दृश्यते केनचिदपि। केवलम साधनानि दृश्यन्ते, क्रिया न दृश्यते, साधनानि दृश्यन्ते, देवदत्तः दृश्यते, तत्र घासः दृश्यते, सूत्रं दृश्यते, सूची दृश्यते, अन्ते च कटः दृश्यते, परं क्रिया न दृश्यते, अनुमानेन गम्यते। क्रिया दृश्यते अथवा देवदत्तः दृश्यते? सर्वथापि देवदत्त एव दृश्यते, गच्छति न दृश्यते क्वचिदपि। सर्वथापि देवदत्त एव दृश्यते, दृश्यते इति चक्षुषा, चक्षुषा चेत् तत्र कुठारः दृश्येत, देवदत्तः दृश्येत, काष्ठं दृश्येत, किं दृश्यते, किं दृश्यते अलम् आसीत्, उद्यमनं दृश्यते चेत् कुठारः, अत्र दृष्टः कदाचित्, अत्र दृष्टः अनुमीयते, अरे अत्र काचित् क्रिया भवति, चेत् तत्रापि तु आरा दृश्यते, कुठारः दृश्यते, देवदत्तः दृश्यते, काष्ठं दृश्यते, तत्र कर्तनं कुत्र दृश्यते? भवति, परं न तु दृश्यते। दृश्यते इति किम् उच्यते? चक्षुषा यत् उपलभ्यते तदेव तु दृश्यते इति उच्यते। काष्ठं दृश्यते, तस्य द्वैधीभावो दृश्यते, पूर्वमेकं काष्ठमासीत्, अधुना काष्ठद्वयं सम्पन्नम्, एतत् चेत् मन्ये अत्र क्रिया अभूत् काचित्, अनुमीयते सर्वथापि, एवं साक्षात् क्रिया कथं दृश्येत? गतिरहितः, गतिरहितः गच्छन् देवदत्त अथवा गच्छति देवदत्त, कुतः उच्यते? यतोहि तत्र स्थानान्तरप्राप्तिर्दृश्यते देवदत्तस्य, पूर्वं देवदत्त अत्र आसीत्, पश्चाच्चात्र दृष्टः, पश्चाच्चात्र दृष्टः, तेन अनुमीयते यत् अत्र गतिर्वर्तते इति, अनुमितिः स्थानान्तरप्राप्तिरिति, स्थानमपि दृश्यते, देवदत्तोपि दृश्यते, पूर्वम् अस्मिन् स्थाने आसीत्, अधुना च अस्मिन् स्थाने दृश्यते, देवदत्त एव तु दृश्यते, क्रिया क्व दृश्यते? नहि, स्थानान्तरप्राप्तिरिति स्थानान्तरे स दृष्टः इति, स्थानान्तरे स दृष्टः देवदत्तः, सा एव गतिरुच्यते, सा एव तु गति गच्छति इति उच्यते न, अधुना अत्र वर्तते तत, अत्र वर्तते तत, अत्र वर्तते, एकस्मिन् स्थाने देवदत्तो अस्ति, तस्मात् स्थानात् निर्गत्य अपरस्मिन् स्थाने स्थितः, तदा न उच्यते यत् गच्छन् देवदत्त इति। उपलब्धि कस्य वर्तते, एवमस्ति न, उपलब्धि कस्य वर्तते? तत्र कम्पनादिकं प्रत्यक्षे अद्य चिन्त्येत मन्ये, क्रियायाः प्रत्यक्षत्वे यद् दृश्यते, तत्र विशेषतो ध्येयं यद् दृश्यते, चेत् किं दृश्यते तत्र इति, तत् अनुमीयते। दर्शनं तु सर्वथापि हस्तस्य भविष्यति, पादस्य भविष्यति, देवदत्तस्य भविष्यति, स्थानस्य भविष्यति, एकस्याम् अवस्थायां यादृशं तत् हस्तस्य दृश्यते, पादस्य दृश्यते, अन्यच्च गच्छति अवस्थायां तद् भिन्न रूपेण भिन्न रूपेण दृश्यते अलं परं दृश्यते देवदत्त एव न दृश्यते चेत् तद् यद् दृश्यते तदेव तत्र गति यदि सागतिर्वर्तते चेत् प्रत्यक्ष क्रिया वर्तते सा न उच्यते न यया तत्र प्राप्तः सा गतिः यया तत्र प्राप्तिः सा गतिः सा च न उपलभ्यते पादौ दृश्यते चालनं न दृश्यते पादौ दृश्यते न कथयति इति व्यावहारिकी स्थिति अनुमानेन गम्यते न यथा तत्र अग्ने यथा तत्र धूमं दृष्ट्वा अग्नेः अनुमानं भवति चेत् धूमं दृष्ट्वा अरे अग्निः कथं जाल्यते अग्निस्तु न दृश्यते चेदपि उच्यते अरे अग्निं श्यामय अत्रापि स्थानान्तर प्राप्त्या गतिरनुमीयते गतिरनुमीयते क्रिया अनुमीयते नै एकत्र उभयो दर्शनं भवति यत् अग्निरपि अस्ति धूमोऽपि अस्ति पश्चात् च एकं दृष्ट्वा अपरस्य अनुमानं भवति अत्रापि तथैव स्यात् यत् किमेतदनुमानमस्ति अत्र अनुमानभेदाः सन्ति न एतत् किम् अनुमानं वर्तते सामान्यतो दृष्टं वर्तते शेषवत् पूर्वत् पूर्वत् स्यात् न पूर्वत् पूर्वदनुमानं स्यात् चेत् अत्रापि कार्यं दृष्ट्वा कारणस्य अनुमानं क्रियते कार्यं दृष्ट्वा यतोहि कार्यं दृष्टम् अनेन स्थानान्तरप्राप्तिः न च तत्र क्रिया दृष्टा अन्यत्तु किं देवदत्त एव दृष्टा सर्वथापि चेत् तेन अनुमितं यत् अत्र नूनं काचित् क्रिया अपि भवेत् तदेव तु तत्र गत अत्र आसीत् चेत् तत्र गतः दृष्टः अस्तु एवं दृश्यताम् चक्षुषा किं गृह्यते रूपम् अनुमानेन गृह्यते इति न ज्ञानं तु बुद्धेर्विषयः रूपं विषयः भवति चक्षुषोस्तु बुद्धेर्विषयस्तु तदा भविष्यति यदा चक्षुषा अन्ते गमिष्यति चेत् चक्षुषा किं किम् अन्तः नेतुं पार्यते इति विचारणा वर्तते चेत् यद्वस्तु नास्ति यथा मन्ये प्रकोष्ठे आसन्दिका पूर्वम् आसीत् अधुना च नास्ति चेत् तस्य ज्ञानं कथम् अभवत् चक्षुषैव भविष्यति तस्य पूर्वभावेन भावेन भावस्य अनुमानं भवति चेत् अधुना आसन्दिका नास्ति अधुना कश्चित् आगत्य दीपं प्रज्वालयति चेत् आसन्दिकां न पश्यति चेत् आसन्दिका पूर्वभावेन अधुना रिक्तिस्थानस्य उपलब्धिर्जाता न तु आसन्दिकाया उपलब्धिर्जाता स्थानस्य यद् दृष्टं न तु आसन्दिकाभावस्य एतत्तु जानमभूत् तस्य यत् आसन्दिका नास्ति इति आसन्दिकाभाववत् स्थलं तत् तेन दृष्टम् शब्दभेदः किमस्ति यद् दृश्यते तदेव तु उच्येत शब्दभेदः एव अस्ति अलम् एवं तु ज्ञातवान् अत्र अन्यं कथयति पूर्वम् आसन्दिका आसीत् प्रकोष्ठे आसन्दिका नास्ति कश्चित् कथयति पूर्वं भवेत् मन्ये अधुना सः कथयति आसन्दिका प्रकोष्ठे नास्ति चेत् एतत् कथं ज्ञातं तेन पूर्वम् आसीत् ह्यः आसीत् न कथं ज्ञातम् ह्यः दृष्टा आसीत् अधुना कथं ज्ञातम् अधुना न दृश्यते अधुना तदा भाववत् स्थलं दृश्यते परम् आसन्दिका भावो न दृश्यते तदा भाववत् स्थलं दृश्यते पृथग्वार्ता कथं वर्तते तदेव तु दृश्यते तदेव तु उपलभ्यते तत्र तदेव उपलभ्यते न चेत् तस्य अभावस्यापि ज्ञानं चक्षुषैव तु जातं न जातं स्थलस्य चक्षुषि निमित्य सः वक्तुं पारयति किमत्र आसन्दिका नास्ति नै चक्षुषा किं गृह्यते तस्य अभावोऽपि चक्षुषैव अभावः गृह्यते उत्वा अभाववत् स्थलं गृह्यते मन्ये न तदेव तु गृह्यते मन्ये कथं गृह्यते भवान् शब्दान्तरेण कथं रूपमेव तु गृह्येत अभावः कथं गृह्येते चक्षुषा रूपमेव गृह्यते परन्तु यदि चक्षुषा रूपमेव गृह्यते अस्तु चक्षुषी निमील्यापि रूपं गृह्यते भवान् यथा कथयति मैं तो यदि उच्यते चक्षुर्भ्याम रूपं गृह्यते न तो अभाव गृह्यते अभावस्तु अनुमीयते अभाव क्रिया न विद्यते भवेत् तत्र विवादः नास्ति भवेत् मन्ये क्रिया भवेत् अथवा क्रिया अन्या वा भवेत् चक्षुषा गृह्यते न वा गृह्यते कथं गृह्यते अभावरूपेण चक्षुषा गृह्यते अथवा बुद्ध्या गृह्यते अथवा बुद्ध्या अनुमीयते चक्षुषा तो स्थलमेव तो गृह्यते अभाव कथं गृह्येत ह्यः अत्र आसन्धि आसीत् अद्य आसन्धि नास्ति तत् स्थलमेव तु लभ्यते अधुना स्थलस्य उपलब्धे निषेध न क्रियते स्थलं तु वर्तते एव परन्तु आसन्दिकः नास्ति इति ज्ञानं कथं जातं तस्य चक्षु निमिल्य एव तु तद् ज्ञानं चक्षु निमिल्य तु न भवति यः तेन अत्र आसन्दि दृष्टा आसीत् अद्य च आसन्दि न दृश्यते अभाव रूपेण स्थलं गृह्यते तो अभाववान अभाववत स्थलं गृह्यते उत्तरस्येति अभावस्य चेत् तत्र कथयति यथा दर्शकेण दीपेन दृश्यीगृह्यमाणे तत्रैव कथयति यदि तद् अभविष्यत् तर्हि चक्षुषा तद् गृह्येत नास्ति अतः न इति किमपि उपचनं तदेव तु उक्तं यदि अभविष्यत् चेत् दृश्येत नास्ति अतः न गृह्यते चेत् साक्षात् तेन एतदेव तु उक्तं यत् चक्षुषा न गृह्यते यदि अभविष्यत् चेत् तस्य ज्ञानं नास्ति इति ज्ञानं चक्षु वर्तते अतः एव भवति यदि कश्चित् अन्धः अत्र आगच्छेत् सः एव न कारयति यत् नहीं एतेन एतत्तु न आयातं न यत् अभावोऽपि चक्षुषा गृहीत इति अधुना किमुच्यते चेत् उभाभ्यामेव तु गृह्यते स्म अधुना अपि अभावपि गृह्यते इति अभाव इति अधुना आसन्दिका नास्ति चेत् तस्य ज्ञानम् आसन्दिकायाः अभावस्य ज्ञानम् ज्ञानं तु अस्ति ज्ञानं तु अस्ति यतोहि तत्र शेष्वता स्यात् न पूर्वं दृष्टमासीत् अधुना न दृश्यते चेत् पूर्वं यद् दृष्टमासीत् तेनैव तत्र यतोहि सः संस्कारः अत्र कार्यं करोति अरे ह्यस्तु अत्र आसन्दि आसीत् अद्य न दृश्यते यदि हि अत्र अभविष्यत् चेत् ह्य इव दृश्येत यथा ह्यः दृष्टा आसीत् चेत् तथैव अद्यापि दृश्येत न तु दृश्यते चेत् अत्र तु एतेन वाक्येनैव साक्षात् उच्यते यत् चक्षुषा तन्न लभ्यते इति अभावः लभ्यते चक्षुषा तस्य अभावः लब्धः इति उच्यते आसन्दिका न लभ्यते इत्यनेन एतदुक्तं वा चक्षुषा तस्य अभाव लब्धः तत्तु अस्ति चक्षुर्वान् एव कर्तुं पारयति नै एतेन वाक्येन यदा तेन उच्यते यदि अभविष्यत् चेत् लभ्येत नास्ति अतो न लभ्यते एतेन वाक्येन एतद् आयाति वा यत् चक्षुषा तस्य अभाव गृह्यते, अनुमानम नास्ति। अनुमानमेव क्रियते न, यथा ह्य आसीत् अतो लब्धा, यदि अद्यापि अभविष्यत् चेत् अद्यापि लभ्येत, न लभ्यते अतः नास्ति। चक्षुषा न गृह्यते इत्येव तु साध्यते न अनेन वाक्येन, तेन अनुमीयते ह्यः यद् दृष्टम् आसीत्। उपलब्धं न अभाव उपलब्ध, अधुनैव तु उच्यते अनेन चक्षुषा स अभावस्तु लभ्यते, लभ्यते उपलभ्यते। सैव अत्रापि पूर्वम् उच्यते स्म चक्षुषा अभावः लभ्यते इति। अस्तु अग्रे चलामः। तथैव अत्र वर्तते न, देवदत्तं दृष्ट्वा अत्र दृष्ट्वा यदा तत्र पश्यति तेन तस्य अनुमितिर्जायते यत् नूनम् अत्र काचित् क्रिया अभूत्, यतोहि चक्षुषा यद् गृह्यते तदेव तु लभ्यते, देवदत्ते गृह्यते तु स्थानं लभ्यते, पूर्वम् एतद् स्थानयुक्तः देवदत्तः लब्धः, पश्चाच्च एतद् स्थानयुक्तः देवदत्तः लब्धः। तत्र महाभाष्यैः सूर्यस्य उदाहरणं दीयते, सूर्यः स्थूलम् उदाहरणं वर्तते, सूर्यः पूर्वम् अस्यां दृशि दृष्टः, मध्याह्ने अत्र दृष्टः, नूनम् अत्र गति स्यात् मन्ये। तथैव अत्रापि गच्छन्तं देवदत्तं पश्यामि, परं देवदत्तमेव पश्यामि, न तु तद्गतां क्रियां पश्यामि। नै चक्षुषा किं गृह्यते तदेव तु भवति न, देवदत्त एव तु दृश्यते, तद्गता क्रिया। एतत् तथैव वर्तते यथा कम्पमानेन वृक्षेण वायोरनुमितिर्भवति, न तु वायुर्दृश्यते अनुमीयते कम्पमानेन वृक्षेण, तथैव अत्रापि देवदत्तम् अवस्थान्तर्युक्तम् उत्वा स्थानान्तर्युक्तं दृष्ट्वा तत्र अनुमितिः क्रियते सक्ष, परं किमस्ति अधुना प्रत्ययः किमर्थं न भवति अस्माकं, यतोहि तादृशः अभ्यासः उत्वा रमणं तादृशम् अस्माकं सम्पन्नं, पुनः पुनः दृष्ट्वा इति वा पुनः पुनः तत्र व्यवहारे कृत्वा, अतो साक्षात् उत्वा सहसा एतत् न आयाति यत् क्रिया किमर्थं न दृश्यते, यतोहि साक्षात् तत्र सर्वथापि अस्माभिः क्रियावान् देवदत्तः दृष्टः, उत्वा एवमपि वक्तुं शक्यते, यतोहि अत्र देवदत्त अन्यच्च तद्गता क्रिया उभयोरपि मध्ये समवायसम्बन्धो वर्तते, यथा मधुरे आम्रे उत्वा गुणगुणिनी भवति उत्वा तत्र गुणगुणिनो अन्यच्च क्रिया क्रियावतो सम्बन्ध समवायसम्बन्धो भवति, चेत् देवदत्तात् पृथक् क्रिया न वर्तते, पृथक् कृत्वा दर्शयितुं न शक्यते यत् एषा देवदत्ता एषा च क्रिया वर्तते इति। साक्षात् अस्माभिः देवदत्त एव दृश्यते, देवदत्त एव स्थानान्तर्युक्ता उत वा अवस्थान्तर्युक्ता उत वा गुणान्तर्युक्ता सर्वथापि देवदत्त एव दृश्यते, अन्यच्च क्रिया ततः पृथग् न अस्ति, अतः देवदत्ते दृष्टे अस्माभिः तत्र उपचर्यते यत् असौ गच्छति, असौ गम्यमानः वर्तते, असौ गच्छन् अस्ति, तत्र क्रियायामपि तादृशः उपचारः अस्माभिः क्रियते यथा देवदत्ते व्यवहारः क्रियते, वस्तुतस्तु तत्र अनुमितिर्भवति, यत् चक्षुषा विषयः न भवति न, यथा अत्र आम्रं दृश्यते चेत् आम्रं दृश्यते, आम्रगतं यद् रूपं तत्तु चक्षुषा गृह्यते, परं तद्गतो यः रसः स तु कदाचित् न गृह्येत, स तु जिह्वया एव गृह्येत, यदि जिह्वा पार्श्वे गच्छति चेत् अरे मधुरम् अस्ति उत आम्लम् अस्ति इत्यादिकम् उच्यते तदा, तथैव अत्रापि वर्तते, परं यदा यतो अविनाभावसम्बन्धस्तत्र वर्तते अतः उपचर्यते अस्माभिः तथा यत् क्रियापि दृश्यते इति। अवस्थान्तर युक्त है तो स्थानांतर युक्त है यथा ग्रंथ जो स्थानांतर युक्तता नहीं तत्तु फलम वर्तते तत्र तत् सा तत्तु फलम वर्तते लब्धम फलम वर्तते व्यापार अस्तु अन्य चिंत्यम भाष्य भी अनेकदा एष पक्ष उत्थापित वर्तते चिंतनीयम तत्र नहीं ना काम क्रियाम दृष्ट्वा विचारः क्रियते क्रिया तो सर्वथा चलती है निष्क्रियस्तु कस्य तिष्ठति एव न कदाचित् परम काम काम क्रियाम तत्र लक्षीकृत्य विचार्यते एवं तत्र द्रष्टव्यम् कस्य उपलब्धि स्थानांतर उपलब्धि कुत्र वर्तते यदा असौ तिष्ठति तस्य उपरि भारः वर्तते किमपि वर्तते अथवा रिक्तो वर्तते परं सतिष्ठति चेत् स्थानांतर प्राप्ति कुत्र वर्तते तत्र चेत् गत्यवरोध एव तु तिष्ठति इति उच्यते यत्र गतिर्नास्ति स एव तु अवरोध एव तु स्थितिरिति उच्यते अन्या क्रिया वर्तते तत्र आसन क्रिया वा स्थिति क्रिया वा श्वसन क्रिया वा प्राणन क्रिया वा अन्या क्रिया चलन्ति तत्र भोजन क्रिया वा अस्तु सर्वेषामपि नामनाम आख्यात्यत्वम् अस्ति इति अस्मिन् पक्षे ये दोषाः गार्ग्येण उपस्थापिताः तत्र तेषां समाधानं दत्त्वा अग्रे एकः अतीव महत्वपूर्ण पक्ष उत्थाप्यते निरुक्त प्रयोजन निरुक्ताध्ययन प्रयोजना कानि सन्ति इति प्रसंगेन वेदै सह एवं तो आचार्यवर्याः पुनः पुनः वदन्ति स्म वेद ऐसी रबड़ है इसको जितना चाहे उतना खींच लो जो चाहे जितनी इसमें ताकत है उसको उतना खींच सकता है इसको इसका कोई अंत नहीं है ऐसी रबड़ है ये कैसे दुच्यते एतेषाम अर्थ नास्ति कैसे दुच्यते एतेषाम अर्थ यज्ञ पर वर्तते अन्यैश्च व्यवहार व्यावहारिक अन्यैश्च आध्यात्मिक अन्यैश्च आदिभौतिक अन्यैश्च आदिदैविक अन्यैश्च तत्र अश्लील अन्यैश्च न जाने किम किम यद यद्यपि अभीष्टम आसीत तत्सर्वमित निस्सारितम निस्सरति च यतो हि शब्दस्य एकस्य अनेके अर्थाः भवन्ति एव अस्तु अत्र एकः अस्ति कौत्सः कौत्सः मन्ये कश्चित् याज्ञिकः यथा अद्यत्वे याज्ञिकाः सन्ति अस्मास्वपि तु तथैव वर्तन्ते न अस्माकं पुरोहितवर्गः तेषामपि अर्थे तथा बलं नास्ति मन्त्रार्थेषु तथा बलम नास्ति मंत्र उच्चार्येत अन्यच्च तत्र स्वाहा स्वाहा क्रियेत अलम एषैव एतदेव यज्ञस्य स्वरूपं वर्तते तथैव एका परंपरा एषापि तत्र वेदेन सह चलिता वेदा हि यज्ञार्थम अभिप्रवृत्ता वेदेषां या रचना वर्तते सा केवलं यज्ञार्थं वर्तते यज्ञार्थमिति एवं तु यदि स्वामी दयानंद दृष्ट्या वयं पश्यामः चेत् यज्ञ शब्दस्य बहु विशालः अर्थो वर्तते तेषां ये अर्थाः भाष्येषु दृश्यन्ते ऋग्वेद भाष्ये अथवा वायु भाष्ये बहु व्यापकः अर्थः यज्ञ शब्दस्य वर्तते सर्वमपि यज्ञमयं यत्किञ्चिदपि दृश्यते दृश्य यद् अनुमीयते अथवा अनुभूयते सर्वमपि तत् यज्ञमयमेव अस्ति अन्यच्च सर्वमेव तत्र वेदेषु वर्तते इति निरुक्ताध्ययनस्य प्रथमं प्रयोजनमत्र दीयते अथापि इदमन्तरेण मन्त्रेषु अर्थप्रत्ययो न विद्यते इदमन्तरेण निरुक्तमन्तरेण यदि निरुक्तं न अधीयीत चेत् मन्त्रेषु या अर्थप्रत्ययः अर्थज्ञानं स न भविष्यति यदि च अर्थम् अप्रतीयतः यदि अर्थस्य बोधो नास्ति कस्यचित् अर्थम् अप्रतीयतः नात्यन्तं स्वरसंस्कारोद्देशः चेत नैश्चित्येन निश्चित रूपेण स्वरः संस्कारः इत्येतेषाम् उद्देश्य कथनमपि न भविष्यति। चेत स्वर संस्कारोद्देशः व्याकरणस्य कार्यमस्ति, अर्थे प्रवृत्तिः निरुक्तस्य कार्यं वर्तते। अतः तदिदं विद्यास्थानम् एतत् यद् विद्यास्थानम् निरुक्तं नाम वर्तते। पुरातने हि काले चतुर्दश इति वा षोडश इति वा अष्टादश इति वा विद्याः श्रूयन्ते, तत्र निरुक्तमपि तत्र आगच्छति। उपाङ्गानि भवन्ति, वेदाङ्गानि भवन्ति, वेदाश्च। एतद् विद्यास्थानं निरुक्तं नाम व्याकरणस्य कार्त्स्यं, व्याकरणस्य या सम्पूर्णता वर्तते सापि एतेन सह भवति। अन्यच्च स्वार्थसाधकमपि एवं नास्ति यत् व्याकरणस्य कृष्णतायामेव एतत् समर्पितं वर्तते निरुक्तं शास्त्रम्, अपि तु स्वार्थसाधनता अपि अत्र वर्तते। अन्यत्र आचार्याः स्मर्यन्ते न, आचार्याः अत्र स्मर्यन्ते तथा उच्यते। वैदिक निघण्टु संग्रह, निघण्टु नाम तु संग्रह कृतो वर्तते। निरुक्त समुच्चय एक ग्रंथ, निरुक्त समुच्चय अस्ति अत्र, तत्र कानिचन वाक्यानि संगृहीतानि शिवपण्डितवर्येण। निरुक्त समुच्चय इति नाम्ना एक ग्रंथ प्रकाशित आसीत्। प्राधान्येन तु एतदेव लभ्यते। कथञ्चिदपि गण्येयु मन्ये षड् अङ्गानि भवन्ति, षड् उपाङ्गानि भवन्ति, चत्वारो वेदा, कति जाता षोडश, अन्यत् भिन्नं भिन्नं तत्र परिगण्यते। तदपि तु वर्तते, उपवेदापि तु सन्ति, यद्विंशति भवन्ति, षष्टिकला उच्यन्ते, षष्टिकला षोडशकला उच्यन्ते, षोडशकला, षोडशकलाः, षोडशकलाः कुत आयाता, चन्द्रतः आयाता, यतोहि चन्द्रः पूर्णिमायां तिथौ यथा हि परहि आसीत् चेत् सम्पूर्णः भवति, सकलः भवति, सकलः कलाभिः, सकलः सर्वापि कला तत्र पूर्णिमाया दिने चन्द्रमसि भवन्ति, अतः स सकलः चन्द्रः इति उच्यते। स एव च षोडशकला पूर्णः इति उच्यते, चेत् यत्र हि षोडशकला भवन्ति चेत् स सम्पूर्णः इति उच्यते। षोडशकलाः तत्रापि गीयन्ते, किन्नाम नलस्य विषये, नल नल नल नैषधचरिते नलः षोडशकलायुक्तः आसीत् इति तत्र परिगणितः अनेकत्र तत्र गण्यते। नल दमयन्त्योः कथा आगच्छति अनेकत्र। ऐतिह्ये यदा वयं पश्यामः चेत् अतिपुरातनकाले जनानां परिचयः आध्यात्मिकविद्यया भवति स्म। स तेजस्वी आसीत्, स योगी आसीत्, स एवमासीत्, स एवमासीत्। पश्चाच्च महाभारतकाले न च रामायणकालेपि, रामायणकाले परिचयः जनस्य दृश्यते चेत् स वेदवेदाङ्गज्ञः, वेदवेदाङ्गवित्, वेदवित् इति एतैः ग्रन्थैः तस्य परिचयः कार्यते, अर्थात् तस्य उत्कृष्टता प्रतिपाद्यते। अधुना च एतदपि गतम्, अधुना तु स पि एच् डि वर्तते, डिलिट् वर्तते, एम् ए वर्तते, डाक्टर् वर्तते इत्यादि, अर्थात् बहिर्मुखता सर्वथापि दृश्यते परिचयेपि। तैरेव परिचयः कार्यते। अस्तु, च अधुना एकः कौत्सः वर्तते, पण्डितवर्यैः भगवद्दत्तैः तत्र विचारः क्रियते। जैमिनी यः मीमांसाकृत वर्तते तस्यापि नाम कौत्सः आसीत् इति व्यासेन उद्ध्रियते महाभारते। परम् अयम् अन्यः कौत्सः वर्तते। एवं तु मीमांसायामपि कानिचित् सूत्राणि सन्ति यैः एतत् निस्सरति यत् ये पक्षात् उत्थाप्यन्ते अनेन कौत्सेन, परं ते तत्र पूर्वपक्षत्वेनैव उत्थापिताः वर्तन्ते, यथात्र पूर्वपक्षत्वेन उत्थापिताः यास्केन, पुनश्च तेषां खण्डनं कृतं जैमिनिना। अतः जैमिनी मते तु वेदानाम् अनर्थक्यं न भविष्यति, यतोहि स खण्डयति एतं पक्षम्। अन्य एव कौत्सः कश्चित् एषः आसीत् इति तैः तत्र विचार्यते। महाभारत कालाच पुरातन अस्ति अयम कौत्सः शाकटायनोपि ततः पुरा काले आसीत्। चतुर्थे यदि एतदेव प्रयोजनं वर्तते यथापि दमंत्रेण मंत्रेषु अर्थ प्रत्ययो न विद्यते इति यदि मंत्रार्थ प्रत्ययनाय प्रत्ययाय अनर्थकं भवति किमर्थमिति चेत् इति कौत्सः अनर्थका हि मंत्राः। यदि मंत्रार्थानां प्रत्ययाय बोधाय ज्ञानाय एतत् शास्त्रम् आरब्धं वर्तते निरुक्तं नाम चे इति चेत् अनर्थकम् एतद् भवति निरुक्तं शास्त्रम् इति कौत्सः मन्यते। तत्र हेतुः तेन प्रदत्तम् अनर्थका हि मंत्राः न हि मंत्राणां कश्चित् अर्थः भवति। ते तु केवलं यज्ञगतेन पुरुषेण उच्चार्यमाणा एव तस्य अपूर्वं जनयन्ति तत्र अलम् तेन च अपूर्वेण तत्र स्वर्गलाभो भवति उच्चारणमात्रेणैव तत्र कश्चित् अर्थः एतेषां मन्त्राणां वर्तते तथा नास्ति। कौत्सा अद्यत्वे तु अन्ये के कौत्साः सन्ति तादृश एव ये अर्थः न स्वीक्रियते। किमस्ति अधुना षोडश कला एयमस्ति चन्द्रः पूर्णः कदा भवति चेत् तत्र पूर्णिमायां भवति चेत् तत्र षोडशकलाः इति तत्र वर्तन्ते चेत् यत्र तस्य षोडशकलाः सम्पूर्णा भवन्ति तदैव पूर्णः चन्द्रः सकलः चन्द्रः इति उच्यते। तथैव अत्रापि षोडशकलाः अर्थात् षोडशविद्याः तत्र निर्धारिताः सन्ति यस्य पुरुषस्य पार्श्वे एताः षोडशविद्याः भवन्ति स एव सम्पूर्णः पुरुषः अथवा सकलः पुरुषो भवति इति तथा तत्र विचार्यते। स्वामी दयानन्द महर्षिणा दीयते वा कस्मिन् अध्याये अस्ति तु तत्र संस्कारः नास्ति आगतस्तु वर्तते प्रसङ्गः अनेकत्र तथा विचार्यते। हा एतैः एवं विचार्यते तत्र अन्यथा विचार्यते तत्रापि विचारः कृतः अस्ति किन्नाम नलस्य प्रसङ्गे तत्र अन्यथा विचारः कृतः वर्तते तत्र अन्याः विद्याः प्रादीयन्त। अनर्थका हि मन्त्राः मन्त्राः अनर्थकाः तद् एतेन उपेक्षितव्यम् कथं मन्त्राः अनर्थकाः सन्ति चेत् अग्रे एतस्य हेतवः अनेन कौत्सेन प्रदास्यन्ते चेत् श्वः विचारः भविष्यति एतस्य उपरि अधुना पक्षः अनेन स्थापितः।